गतवर्गे प्रयन्नार्थे निच् इति नूतनविषयः आरब्धः अस्माभिः. तत्र अस्माभिः स्वार्थे णिच् इति तु पूर्वमेव पठितं. कस्मिन् गणे? चुदादिगणे. इदानीम् आर्धातुकप्रकरणे प्रेरणार्थे णिच् भवति. तत्र गणस्य कोऽपि महत्व किमपि महत्त्वं नास्ति. प्रत्येकगणस्य धातोः णिच् प्रत्ययः भवितुं शक्नोति. प्रेरणार्थे णिच् तत्र अस्माभिः किं पठितं? तत्र कर्ता अस्ति खलु, कर्ता इति जानीमः सर्वे, वयं सर्वे जानीमः कर्ता अस्ति, स्वतन्त्रकर्ता. यत्र वाक्ये यत् स्वतन्त्र अस्ति तत् कर्ता अस्ति खलु. यथा रामः गच्छति, रामः पिबति, रामः ग्रामं गच्छति, अत्र रामः स्वतन्त्र अस्ति. परन्तु ग्रामः तु अत्र स्वतन्त्र नास्ति, अत्र राम एव स्वतन्त्र अस्ति. अतः रामकर्ता अस्ति इति अस्माभिः पठितम्. तदनन्तरम् अस्माभिः मुख्यं किं पठितम्? अस्माभिः कर्तुः अर्थः अग्रिमसूत्रस्य आधारः, तत् प्रयोजको हेतुश्च. तर्हि कर्तुः प्रयोजकः हेतुसंज्ञा अपि भवति, कर्तृसंज्ञा अपि भवति. यत् कर्तारं प्रेरणां ददाति, यत् कर्तारं प्रेरयति तत् कर्तुः प्रयोजकः. यत् कर्तुः प्रयोजकः अस्ति तस्य संज्ञा भवति, हेतुसंज्ञा अपि भवति, अपि च कर्तृसंज्ञा अपि भवति. तत्र सामान्यकर्तुः यत् अस्ति तस्य प्रेरकस्य नाम एक अस्ति, स्वतन्त्रकर्ता यत् प्रेरितः भवति तस्य तु केवलं कर्तृसंज्ञा अस्ति. परन्तु यत् प्रेरयति तस्य कर्तृसंज्ञा अपि अस्ति, हेतुसंज्ञा अपि भवति. अस्तु, तर्हि एकस्ति प्रयोज्यकर्ता नाम यत् यत् स्वयं कार्यं करोति. यथा किमस्ति, देवदत्त शिक्षकः बालकेन पत्रं लेखयति. अत्र वस्तुतः बालकः पत्रं लिखति, बालकः अत्र प्रयोज्यकर्ता अस्ति, प्रयोज्यकर्ता. शिक्षकः यत् अस्ति तत् प्रेरणां ददाति खलु, अतः शिक्षकः प्रयोजककर्ता अस्ति, तस्य हेतुसंज्ञा अपि अस्ति इति. तर्हि यत् कर्तारं प्रेरयति तस्य कर्तृसंज्ञा अपि च हेतुसंज्ञा, तत् अस्ति प्रयोजककर्ता. यत् कार्यं करोति तत् स्वयं प्रयोज्यकर्ता इति अस्ति. हेतु इति संज्ञायाः महत्त्वं किं, सूत्रमस्ति, किमर्थं पाणिनिना नूतनसंज्ञा कृता हेतु? तत्र अस्ति सूत्रे, अस्ति हेतुमति च. हेतुमति च नाम अत्र यत्र हेतुमान् अस्ति. हेतुमति इत्युक्ते किं? हेतुमान्. हेतुमान् इत्युक्ते किं? यस्मिन् हेतु अस्ति, यस्मिन् हेतु अस्ति. तर्हि नाम अत्र वाक्यमस्ति, तत्र तत्र आशयः अस्ति, यत् वदति तस्य आशयः अस्ति यत् तत्र प्रयोजक अपि भवेत्. प्रयोजकव्यापारः अस्ति, एकं कार्यं करोति अन्य तत् प्रेरयति. एतादृशी स्थितिः यदा अस्ति, यत्र प्रयोजक अस्ति, यत्र हेतु अस्ति नाम हेतुमान् यदा अस्ति, हेतुमति च धातुभ्यः णिच् प्रत्ययः परश्च नाम यत्र हेतुमान् कर्ता अस्ति, प्रयोजककर्ता अस्ति, तादृश्यां स्थित्यां धातुभ्यः णिच् प्रत्ययः भवति. अस्तु, अत्र किमपि स्वार्थे वा इति किमपि नास्ति, चुरादिगणस्य विषयः नास्ति, प्रत्येकधातोः कृते अस्ति. यत्र हेतुः अस्ति तत्र धातुभ्यः णिच् प्रत्ययः भवति इति अस्माभिः पठितं. यथा मया उक्तं, शिक्षकः बालकेन पत्रं लेखयति. अत्र हेतुः अस्ति खलु, शिक्षकः हेतुः अस्ति, प्रयोजककर्ता अस्ति. तर्हि इदं वाक्यं हेतुमत् अस्ति. अतः अत्र ये धातुः अस्ति लिख् धातुभ्यः किं भवति? णिच् प्रत्ययः भवति. णिच् प्रत्ययः भूत्वा लिख् भवति लेखि, तदनन्तरं तस्य रूपं भवति लेखयति इति. आहत्य णिच् प्रत्ययः कृते सूत्रद्वयम् अस्ति. एकं तु अस्ति अस्माभिः पूर्वं पठितं, सद्यापपाशरूपवीणातूलश्लोकसेनालोमत्वच् वर्ण वर्णचूर्णचुरादिभ्यो णिच्. अत्र चुरादिभ्यः णिच् इति अस्ति, नाम चुरादिगणे ये धातवः सन्ति तेभ्यः णिच् प्रत्ययः भवति, तत्तु स्वार्थे, तत्र किमपि हेतु इति किमपि तस्य महत्त्वं नास्ति। तदनन्तरं सूत्रमस्ति हेतुमति च, हेतुमति च मध्ये हेतु अस्ति चेदपि धातुभ्यः णिच् प्रत्ययः भवति। सः आगच्छन्ति खलु? आम् महोदय। हेतुमति इति अस्ति खलु तत्र, हेतुमति इति सप्तमी अस्ति, तत् विषयसप्तमी खलु महोदय, हेतुमति सति इति अस्ति, हेतुमति अस्ति तदा धातुभ्यः भवति इति वा? सत्यं सत्यम् अस्तु महोदय। हेतुमति इति सूत्रः, तत्र शिक्षकः बालकेन लेखयति इति लेखति लेखयति इति साधारण प्रेरणा निच् एव किल, प्रेरणार्थे निच् खलु, तदेव अस्ति प्रेरणा इत्युक्ते तत्र हेतु अस्ति, हेतु इति, हेतु इति किम् अस्माभिः पृष्टं, हेतु इत्युक्ते यत्र कर्ता अस्ति तत् प्रयोजककर्ता अस्ति, तत् तस्य हेतुसंज्ञा अपि भवति। शिक्षकः इति, शिक्षकः इति कर्तृसंज्ञा अपि च हेतु हेतुसंज्ञा भवति, तत्र हेतुमान् इति हेतुमति च इति सूत्रे हेतुमति च धातोः निच् प्रत्ययः परश्च इति, यदा चुरादिगणे यत्र प्रेरणा निच् विहाय स्वार्थे निच् विहाय स्वार्थे निच् आगच्छति, तदनन्तरं प्रेरणा निच् आगच्छति चेत् चुरादिगणे तत्र हेतुमान् भवति, किमपि विषयः नास्ति आगन्तुकप्रकरणं खलु, चुरादि इति किमपि नास्ति, पश्यतु अस्मिन् सूत्रे चुरादि इति तस्य अनुवृत्ति न भवति, हेतुमति च धातुभ्यः णिच् प्रत्ययः केवलम् इति एव अस्ति, गणस्य विषयः एव नास्ति, कोऽपि धातुः भवेत् तस्मात् णिच् प्रत्ययः भवति प्रेरणार्थे इति सर्वत्र तत् प्रेरणार्थनिच् एव किल। आमां चुरादिगणे स्वार्थे णिच् भवति, सर्वेषु गणेषु प्रेरणार्थे णिच् भवति इति चिन्तयतु। हेतुमति च इति सूत्रं किं वदति, किमर्थं किं हेतुमति चेत् सूत्रं किं वदति? तदेव मया उक्तं खलु, अत्र हेतुमति अस्ति, हेतुव्यापारः यत्र अस्ति वाक्ये, नाम यस्मिन् वाक्ये हेतु अस्ति, हेतु तस्य व्यापारः अस्ति, प्रयोजकव्यापारः अस्ति, तत्र धातुभ्यः निपत्य भवति। शिक्षकः बालकेन लेखयति इति तत्र अस्मिन् वाक्ये तत्र हेतुमति च सूत्रं प्रसक्तिः कुत्र भवति? अस्मिन् सूत्रे, अस्मिन् वाक्ये शिक्षकः इति हेतु अस्ति खलु, शिक्षकः इति प्रयोजककर्ता, हेतु अस्ति तर्हि अस्मिन् वाक्ये हेतु अस्ति, अतः अस्मिन् वाक्ये प्रयोजकव्यापारः अस्ति खलु, प्रेरणाव्यापारः, प्रयोजकव्यापारः किमपि चिन्तयतु, अतः अस्मिन् वाक्ये लिच् धातु यत् अस्ति तस्मात् णिच् प्रत्ययः करोतु, अतः लेखयति रूपं भवति न तु लिखति इति। अस्तु इदानीम् अस्माकमस्ति यत् धातुयोगः णिच् अस्ति तत् पुनः तस्य धातुसंज्ञा भवति, केन सूत्रेण? सनाद्यन्ताः धातवः, अस्माभिः पूर्वं पठितं, तर्हि धातुयोगः णिच् पुनः धातु एव भवति, अतः निजन्तधातोः च धातुसंज्ञा भवति अनेन सूत्रेण। तर्हि इदानीम् अग्रे पठतु मीना महोदय। कुत्र महोदय, कुत्र पठितव्यं? मदर् महोदय पठतु, मदर् महोदय अस्ति खलु, कुत्र महोदय? सनाद्यन्ता धातवः सूत्रमस्ति, सनाद्यन्त्यधातवः गुप्ति गुप्तिजिन्त् गुप्तिभ्यसन् गुप्ति सिद् कव्य कुत्र अस्ति महोदय, कुत्र अस्ति? हेतुमति च इति, हेतुमति च सूत्रमस्ति, तदनन्तरम् अग्रे अस्तु अस्तु इति इत्यस्य सन् इत्यारभ्य समेर् निङ् इत्यस्य निङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातु धातुसंज्ञा स्यात्. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनादयन्ताः. सनादयन्ताः प्रथमान्तं, धातवः प्रथमान्तं, त्रिपदम् इदं सूत्रं, सूत्रं स्वयं सम्पूर्णं. सनादयन्ताः धातवः. द्वादशप्रत्ययाः सन्ति सनादि. यदा द्वादशप्रत्ययेषु प्रत्ययेषु कोऽपि प्रत्ययः भवति तदा तस्य यस्य अन्ते भवति तस्य धातुसंज्ञा भवति इति अस्ति. तैषु एकः प्रत्ययः अस्ति णिच्. अग्रे पठतु द्वादशप्रत्ययः. द्वादशप्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति. सन् क्वेच् काम्प्यच् केश् क्यङ् क्विप् निङ् ईङ् णिच् यक् आय् यङ् इति. येषां प्रकृतिः क्वचित् धातुः, क्वचित् प्रातिपदिकम्. एतत् प्रा न अवगतामि भवती. येषां प्रकृतिः क्वचित् धातुः, क्वचित् धातुः भवति, पुत्र प्रातिपदिकमपि भवति. अत्र केवलं धातुः. येषां द्वादशसु प्रत्ययेषु अन्यतमः णिच् एव. अतः णिच् प्रत्ययस्य योजनेन चोरी, पाटी, लेखी इत्यादयः यावन्तः धातवः सृष्टाः ते सर्वे सनादन्त्याः धातवः इति सूत्रेण धातुसंज्ञा. एते आदेशिकधातवः, औपदेशिकधातवः, उपद्वयसहस्रं ते द्वादयः धातवः इति सूत्रेण धातुसंज्ञकः भवन्ति. किं महोदय, अस्माभिः पूर्वं पठितं खलु, भुवादयः धातवः तु भू आदिधातवः सन्ति, उपदिश्वसनधातवः तथा औपदेशिकधातवः. तदनन्तरम् आदिदेशिकधातवः ये सन्ति तत्र सनाद्यन्तः धातवः. द्वादशप्रत्ययाः सन्ति, ते प्रत्ययः यस्य यदा कस्यापि अन्ते आगच्छति तत्र धातुसंज्ञा भवति. कुत्रचित् प्रातिपदिकसंज्ञा अपि भवति, परन्तु अस्माकं कृते अत्र तु द्वादशसंज्ञा एव भवति. तर्हि अतः धातुयोगः णिच् पुनः धातु एव भवति. अस्तु, कथं जानीमः महोदय प्रातिपदिकं धातु? सूत्रमस्ति, भिन्नसूत्रमस्ति खलु. इदानीम् अस्माकं कृते तत्र सनादन्तदातौ इत्यनेन सनादिप्रत्ययेन तत्र सदा धातु एव भवति खलु, न तु प्रातिपदिकं भवति खलु? हा, परन्तु प्रायः तत् कुत्रचित् भवति इति अहं मन्ये. तस्य कृते सूत्रं न जानामि, परन्तु बहु बहु बहु अस्माकं कृते अस्माकं यत् मुख्यः सन्ति, मुख्यवार्ता अस्ति, तत्र धातु एव भवति. प्रायः कुत्रचित् प्रातिपदिकमपि भवति इति मन्ये. अस्तु, तद् न जानामि. अस्तु, निष्प्रत्ययः त्रिप्रकारकाः. यः निष्प्रातिपदिकेभ्यः विधीयते, मुण्ड मिश्र श्लु श्ला शन् लवण व्रत व्रज हल कल कृत तूस्तेभ्यो निच् इत्यनेन रूपवीणातूल श्लोक सेना लोमत्व लोमत्वच लोमत्वच वर्म वर्ण वर्ण चूर्णचुरादिभ्यो निच् इत्यनेन प्रातिपदिकेभ्यः निच् भिन्न भिन्न अर्थेषु भवति, अतः अस्मिन् पाठे न प्रतिपाद्यते, नाम धातुप्रकरणे अयं विषयः आयाति। तर्हि कुत्रचित् प्रातिपदिकेभ्यः अपि निज् भवितुं शक्नोति, अत्र मुण्डमिश्र इति सत्यापपाश इति तत्र अपि धातु नास्ति परन्तु प्रातिपदिकेभ्यः निज् भवति, तस्य भिन्नम् अर्थमस्ति, तद् नामधातुप्रकरणे वयं पठामः अग्रे। तत्र उदाहरणमस्ति वा महोदय? न जानामि नामधातु न नामधातु तु अस्ति परन्तु निच् निच् यत्र अस्ति तत्र अहं न जानामि। पुत्र काम्य पुत्र काम्यति अत्र राजायते भवति खलु राजायते नामधातु तत्र निच् नास्ति सत्यापयति इति भवति खलु सत्यापयति इति सत्य सत्यापयति इति सत्याप सत्यापपाश पायः न जानामि अतः क महोदय सत्याप तत्र प्रातिपदिका प्रातिपदिकं न जानामि महोदय अर्थं न जानामि तत्र तस्य विषयः कदापि न आगच्छति इदानीं। यः निच् चुरादिभ्यः स्वार्थे विधीयते सत्यापपाशु सूत्रं सत्यापपाशरूप इति सर्वे प्रातिपदिकाः प्रातिपदिकाः सन्ति परन्तु अन्ते अस्ति खलु चुरादिभ्यो णिच् चुरादिभ्यो तत्र चुरादिगणीयधातु स्वार्थे गणे तत्र निच् यः निच् प्रेरणार्थे विधीयते हेतुमति च इत्यनेन प्रेरणार्थे निच् अस्माभिः चुरादिभ्यो णिच् इति सूत्रेण स्वार्थे यद्भवति चुरादिगणे तदस्माभिः पूर्वं पठितम्। इदानीं चर्चा सार्वधातुकप्रकरणम् इदानीं चर्चा अस्ति आर्धातुकप्रकरणस्य प्रेरणार्थे निच् निष्पादनप्रक्रिया ये सामान्यनियमाः धन्यवादः पठतु। प्रेरणार्थे निचि तिङन्तनिष्पादनप्रक्रिया यो सामान्यनियमाः प्रयुक्ताः चुरादिगणे स्वार्थे ते सर्वे प्रेरणार्थे ण्यन्तप्रक्रियायाम् अपि प्रयुक्ताः। अत्रापि तिङन्तरूपस्य साधनार्थं सोपानत्रयं धातुः योगः निच् प्रत्ययः निजन्तधातुः भवति परन्तु निजन्तधातुः योगः शप् विकरणप्रत्ययः अङ्गं भवति तिङ् प्रत्ययनिमित्तम् अङ्गं भवति अङ्गं योगः तिङ् प्रत्ययः तिङन्तरूपं भवति। अत्रापि निच् प्रत्ययस्य संयोजनेन तस्य निमित्तत्वात् प्रमुखकार्यं त्रयं सम्भवति औपदेशिकधातोः स्वरूपम् अनुसृत्य त्रीणि सूत्राणि आगच्छति तत्र निच् कीदृशः अस्ति अत्र णित् अस्ति णित् णकारस्य संज्ञा भवति खलु अतः णित् णित् यदा अस्ति तस्य कृते सूत्राणि अस्माभिः पूर्वं पठितानि अचोन्निति अत उपधाय अचोन्निति उपधायः अपि च पुगन्तलघुपदस्य पुगन्तलघुपदस्य कृते नास्ति परन्तु तत्तु आघातुकप्रत्ययः अस्ति अतः भवति एव परन्तु णित् कृते स्पेशलि किमस्ति अचोन्निति अत उपधाय अचोन्निति पठनं वा अचोन्यति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ङिति ङिति प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् अङ्गस्य अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च ण च ञौ ञौ ञौ युतौ अस्य तत् ञित् तस्मिन् ञिति द्वन्द्वगर्भबहुव्रीहिः समासः अचः षष्ट्यन्तं ञिति सप्तम्यन्तं द्विपदमिदं सूत्रं बृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः ञति एतत् पठितं पूर्वं पठितं मया अस्ति सर्वे प्रेरणार्थक अचोण्डिति सर्वं सर्वे स्मरन्ति खलु चुरादिगणस्य शास्त्रे पठितुम् अस्तु प्रायः स्मरन्ति पठतु अग्रे प्रेरणार्थकनिचि यथा नियोगः निच् तत्र अजन्तमस्ति तत्र नी तत्र न तत्र वृद्धिः भवति नियो नै भवति नै योगः नि नायि एचोयोवः ततं नाययति इति अन्तिमरूपम् अत उपधायाः उपधायाम् अतः वृद्धिः नीति नीति नीति प्रत्यये परे अतः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं द्विपदमिदं सूत्रम् मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचो न्युति इत्यस्मात् न्युति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः न्युति परे प्रेरणार्थन्युति यथा पट् योगः योगः निच् तत्र उपधावर्णम् अकारः अस्ति पट् योगः इ तत्र वृद्धि अत उपधायाः सूत्रेण अकारस्य आत्वं भवति तत्र पाटि इति नूतनधातु औपदेशिक आदिदेशिकधातु भवति तत्र पाटि शप् अनन्तरं पाठयति इति अन्तिमरूपं भवति पुगन्तल पठामि पुगन्तलघुपदस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च एकः गुणः भवति सर्वे जानन्ति पुक् अन्ते यस्य तत् पुगन्तं लघ्वी उपदा यस्य तत् लघुपदं पुगन्तस्य लघुपदस्य तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं स अव्ययपदं द्विपदमिदं सूत्रं मृदे गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णा अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारक इको गुणवृत्ति इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थाने न उक्तम् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः तत्सूत्रमपि सर्वत्र पठितं तत्र प्रेरणार्थकनिचि यदा लिक् तत्र योगः निच् इ भवति तत्र इकार ह्रस्व इकारः उपदा लघु इकारः भवति तस्मात् लेखी भवति पुगन्त लघुपदस्य च तत्र गुण भवति वृद्धिः नास्ति लिक् लेक् तदनन्तरं लेखी तत्र तदनन्तरं लेखयति शप् भवति तदनन्तरं लेखयति इति अन्तिमरूपं भवति तर्हि अत्र आर्धातुकप्रत्ययः अस्ति णिच् कित् नित् अपि नास्ति खलु कित् नित् अपि नास्ति णिच् प्रत्ययः कित् नास्ति णिच् प्रत्ययः नित् नास्ति अतः तुगन्तलघुपदस्य इति सूत्रस्य कार्यं भवति लघु इक् वर्णः अस्ति चेत् नाम लघु इ लघु उ लघु रि लघु लृ अस्ति चेत् तस्य गुणः भवति इति सर्वे अवगच्छन्ति नूतनं किमपि नास्ति अस्तु तर्हि इदानीम् अग्रे अस्ति विजया महोदय पठतु अस्तु महोदय नमस्कारः अत्र चुरादिगणे प्रेरणार्थे वैशिष्ट्यम् एतदेव खलु महोदय चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव चुर् योगः निच् अत्र अनुबन्धलोपानन्तरम् इकारः एव तिष्ठति अनन्तरम् उकारस्य स्थाने ओकारः भूत्वा चो इति भवति चोरि इति अन्तिमरूपं निष्पन्नम् अत्र तदा प्रेरणार्थे रक्षा भवति चेत् द्वितीयः निच् प्रत्ययः विधीयते चोरि योगः निच् अत्र अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रमिदं नेरनिटि इत्यनेन नेरनिटि यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपः भवति अत्र नि इत्यस्य अनुबन्धरहितत्वात् निङ् निच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यते नेः षष्ट्यन्तम् अनटि अनिटि सप्तम्यन्तं द्विपदमिदं सूत्रं अतो लोपः इति अस्मात् लोपः इत्यस्य अनुवृत्तिः अर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नेः लोपः अनिटि सार्वधातुके यत्र निटि नास्ति तत्र नेः लोपः भवति अतः द्वितीयवारं यत् निच् भवति एतत् लोपः भवति नेरनिति इति सूत्रेण तावदेव खलु महोदय अत्र अग्रे पठामि वा निच् तर्हि एकनिमिषं तर्हि किमस्ति चुरादिगणे पश्यतु चुरादिगणे यत् धातुः अस्ति तत्र चुरादिभ्यः णिच् इत्यनेन तु सर्वदा णिच् तु आगच्छति एव खलु चोरि इति भवति एकनिमिषं चोरि इति भवति तदनन्तरं यदि अस्य पुनः प्रेरणार्थे इति विवक्षा अस्ति यथा रामः श्याम रामः लक्ष्मणेन क्षम्यतां रामलक्ष्मण किं कोऽपि वदतु मोहन यशोवर्धनेन चोरयति इति किमपि तर्हि अत्र चोरयति इति प्रेरणार्थ अस्ति तत्र चुर्धातुः अस्ति तत्र चुर्धातुः अस्ति चुरादिगणे अतः प्रथमं चुर्योगः निच् भवति चोरि धातु भवति तदनन्तरं चोरि धातुतः पुनः निच् भवति प्रेरणार्थः अस्ति अतः अतः चोरि योगः णिच् इति भवति चोरि योगः ई तर्हि चोरि योगः ई तस्यां कृते कथं कार्यं भवति नेरनिति अत्र किम् अस्ति चोरि मध्ये चुर् योगः णिच् योगः पुनः णिच् इति अस्ति खलु अत्र णिच् प्रत्ययः अस्ति यत् द्वितीयनिच् प्रत्ययः अस्ति तत् सार्वधातुकप्रत्ययः अस्ति तस्य इडागमः अपि न भवति णिच् प्रत्ययस्य तर्हि णिच् प्रत्ययः अजादि अस्ति वलादि नास्ति अतः अनिट् सार्वधातुक आर्धातुकप्रत्ययः अस्ति णिच् तर्हि यद् द्वितीयः णिच् अस्ति तस्य तत् यदा परम्परे अस्ति यतोहि तत् अनिट् अस्ति आर्धातुक अस्ति तस्यां दिशायां तस्यां स्थित्यां यः पूर्वे यत् णि अस्ति णि इत्युक्ते णिङ् प्रत्ययः अथवा णिच् प्रत्ययः तस्य लोपः भवति तर्हि चोरि मध्ये यत् ई अस्ति निच् प्रत्यय इत्युक्ते तस्य लक्षणं किम् ई तस्य लोपः भवति चोर् एव तिष्ठति चोर् योगः णिच् पुनः चोरि एव भवति इति वार्ता अस्ति सर्वे आगच्छन्ति वा नाम चुर् योगः णिच् योगः णिच् चुर् योगः णिच् योगः णिच् तर्हि तत्र पश्यतु तत्र यद् द्वितीया णिच् प्रत्ययः अस्ति तस्य तत् आधातुकः अस्ति अमिट् अपि अस्ति अतः द्वितीयः णिच् प्रत्ययः परे अस्ति चेत् तस्मात् पूर्वं यत् णि प्रत्ययः अस्ति णि तस्य यदस्ति तस्य लोपः भवति अतः एकः एव णिच् प्रत्ययः अवशिष्यते चोरि इति एव तिष्ठति नाम आहत्य प्रेरणार्थे अपि चोरि स्वार्थे अपि चोरि परन्तु प्रथमनिच् योजनेन एव चोरी अभवत् किल चोर् अभवत् इदानीम् ई लोपः भवति अनिट् निच् अनन्तरम् आगच्छति इति चेत् परन्तु पुगन्तलघुपदस्य तत्र प्रसक्तिः आसीत् प्रथम निच् योजनेन एव खलु चोरि अतः चोर् भवति खलु नाम आहत्य किम् एक एव णिच् प्रत्यय अवशिष्यते णिच् द्वितीय अस्ति द्वितीय णिच् प्रत्ययद्वयं न भवितुं शक्नोति इति आहत्य अस्ति अतः एक एव चोर् णिच् प्रत्यय तिष्ठति अतः चोरि एव भवति अन्यथा तत्र वृद्धिः भवति खलु चोरै अनन्तरं णिच् चोरि तर्हि अत्र किं चोरयति भवति चोरमिति इति सूत्रेण चोरै योगः इ भवति चोरै चोरायति भवति अनन्तरं चोर पुनः अस्तु तर्हि पठतु महोदय अग्रे नेरनिटि निच् प्रत्ययवरादि विजय महोदय आं महोदय अग्रे पठतु अस्तु महोदय चुर् न न निच् प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमः न कदापि भवति अनेन चुरादिगणे कश्चन निच् निजन्तधातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीयः निच् प्रत्ययः विधीयते तदा प्रथमनिच्छः स्वार्थिकनिच्छः लोपः भवति अतः एकस्मिन् धातौ निच् केवलम् एकैव वारं सम्भवति द्वितीयवारं निचः विधानं भवति किन्तु नेरेनिटि इत्यनेन प्रथमस्य लोपः भवति अतः चुरादिगणे स्वार्थिक निचः प्रेरणार्थः निचः तिगन्तरूपं समानम् इदानीमेव भवते एतत् विषये उक्तम् अतः प्रथम नेरेनिटि इत्यनेन निच् लोपः भवति प्रथमनिच् एव अत्र कार्यं करोति अतः चोरि इति भवति अनन्तरं चोरयति इति अन्तिमरूपं निष्पन्नम् अग्रे पठामि वा चुर् सत्यापपाशरूपवीणतूलश्लोकसेन लोमत्वच वर्म वर्ण चूर्ण चुरादिभ्यो निच् इत्यनेन चुरादिगणे निच् प्रत्ययः विधीयते स्वार्थे चुर् योगः निच् चोरि स्वार्थे भवति हेतुमति च इत्यनेन प्रेरणार्थे निच् चोरि योगः निच् चोरि योगः हि नेरनिटि इत्यनेन लोपः भवति एतत् वयं दृष्टवन्तः इदानीमेव प्रथमनिच् लोपः भवति चोर् हि इति चोरि इति प्रेरणार्थे भवति अवगच्छन्ति वा सर्वे आं महोदय आं महोदय महोदय मम प्रश्नः अत्र भ्रमः अस्ति किमर्थं तत्र सार्धातुकप्रकरणमिति तत्र चोरि इति धातुः अभवत् खलु प्रेरणार्थे अनन्तरं यथा वयं सार्धातुकप्रकरणे कुर्मः तदेव भवति खलु शप् विकरणप्रत्ययः भवति टि इति भवति शप् विकरणप्रत्ययः आगच्छति खलु किं किम् अस्माकं किं वदति तत्र ध्वनि चोरि इति अस्ति इदानीं चोरि इति अस्ति प्रेरणार्थे चोरि अथवा यत्र पाटि इति अस्ति पाटि पाटि अनन्तरं पुनः शप् आगच्छति खलु पाठयति इति अत्र किमर्थं वयं तत्र यद्यत् आर्धातुकप्रकरणम् इति आर्धातुकप्रकरण सार्धातुकप्रकरण इव इदानीम् आधातुकप्रकरण अस्ति धातुयोगः णिच् तत्र हा तत्र अस्ति आमां सत्यम् अनन्तरं नास्ति न धातुयोगः णिच् प्रत्यय अत्र योजनमध्ये यत् प्रकरणम् अस्ति तत् आर्धातुकप्रकरणम् अनन्तरं यत् अस्ति लट् लकार अस्ति किमपि तत्तु सार्वधातुकप्रकरणे एव अस्ति तत्र इडागमः भवितुमर्हति अत्र इ इति इडाग अनिट् अस्ति इति कृत्वा अत्र इडागमः न भवति हा इडागमः न भवति यतोहि निच् प्रत्ययः वलादि नास्ति खलु अजादि अस्ति अस्तु अग्रे एकस्य अस्ति इदानीं किम् अस्ति सामान्यः रघुपतिमहोदय भवान् पठतु सामान्यधातु अस्तु सामान्यधातूनां समग्रप्रक्रियाचिन्तनं क्रमेण अजन्तदातवः इत्युक्ते अकारान्तः आकारान्तः इकारान्तः ईकारान्तः उकारान्तः दीर्घ उकारान्तः ऋकारान्तः दीर्घ ऋकारान्तः एजन्ताः तदा हलन्तदातवः अदुपद इदुपद उदुपद ऋदुपद अवशिष्टाः अस्माभिः परिशील्यते अस्माभिः परिशील्यते अकारान्तदातवः इत्युक्ते अदन्ताः हलन्तदातुषु पश्येम हलन्तदातुषु पश्येम यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तदातुभिः तुल्या अस्तु इदानीम् अकारलो अकारान्तदातवः अदन्ताः ते हलन्तदातुषु तेषां हलन्तदातु दातो एव तस्य भवति किमर्थमित्युक्ते अकारलोपः भवति इति कृत्वा तत्र दातु इव भवति तेषां कार्यं पठितम् अग्रे पठामः अस्तु अस्मिन् करपत्रे सामान्यधातूनाम् आलोचना क्रियते अग्रिमे करपत्रे विशेषदातवः परिशील्यन्ते इदानीम् आदौ अजन्तदातवः तत्र आकारान्तदातवः अकारान्त इति अग्रे पश्यामः आकारान्तदातवः तत्र प्रथमः बिन्दुः अस्ति पुगागमसहिताः ण्यन्तदातवः तत्र पुगागमसहिताः सन्ति तत्र पुगागमः भवति तादृशधातूनाम् आकारं धातूनां तत् प्रथमः अर्थि री व्ली री क्नी क्षाम्यातां पुङ्णौ इति सूत्रं सप्तमध्ये तृतीयपादस्य षट्त्रिंशत्तमं सूत्रमस्ति. ऋ ह्रि व्ली री क्नी क्ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुगागमः पुक् आगमः भवति निचि प्रत्यये परे येषां धातूनाम् अस्तु तत्र पुगागमः भवति अस्ति तत्र आकारधातूनां पुगागमः भवति. अत्र अन्येपि सन्ति ऋकार हि री ईकार दीर्घ ऋकारान्त केषान्त सन्ति तेषामपि पुगागमः भवति इति अस्ति. येषां धातूनां पुगागमः णौ पुङ्णौ इति पुक् आगमः णौ इति णि इत्यस्य सप्तम्यन्तं णि इत्युक्ते णिच् इत्यतः णिच् प्रत्यये परे इत्यर्थः. आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः कित् इति कृत्वा पुक् इत्यस्मिन् ककार उकार इत्यनयोः संज्ञा लोपश्च पकार एव अवशिष्यते. अर्तिश्च रीश्च व्लीश्च रीश्च क्नीश्च क्षाश्मायिश्च आच्च तेषाम् इतरेतरद्वन्द्वः. अर्ति री व्ली री क्नी क्षम्यात् क्ष्मायात्तां तेषाम् अर्ति री व्ली री क्नी क्षां क्ष्मायातां षष्ट्यन्तं पुक् प्रथमान्तं णौ सप्तम्यन्तं त्रिपदवेदसूत्रम् अङ्गस्य अधिकारः अनुवृत्तसहितसूत्रमस्ति. अर्ति री व्ली री क्नी क्ष्मायातां अङ्गानां पुक् आगमः णौ पुक् णौ इति एतत् सूत्रं वदति आकारान्तधातूनां पुगागमः भवति णिचि प्रत्यये परे णौ परि णिच् प्रत्यये परे आगमः भवति इति अस्ति. तर्हि ऋधातु ली धातु रीधातु क्नुयि धातु क्ष्मायि धातु अपि च आकारन्धातु अस्ति चेत् तस्मात् अनन्तरं णि प्रत्ययः अस्ति चेत् णिच् प्रत्ययः अस्ति चेत् तस्य धातोः यत् अस्ति तस्य पुगागमः भवति. पुगागमः कित् अस्ति यतः धातोः अनन्तरं भवति. उदाहरणम् अग्रे अस्ति पठतु. अस्तु महोदय तत्र रीलि इति तत्र ते सौत्रदातवः अथवा तत्र अस्ति वा तत्र अस्माकं किं सूत्रे एव दत्तमस्ति वा अथवा तत्र कस्मिन् कस्यापि कस्मिन्नपि गणे अस्ति वा तत् एव ऋ इति अस्ति. हा व्री अस्तु. सामान्येषु चुरादिगणीयधातुषु ज्ञाधातुः एक एव आकारन्धातुः अस्तु. चुरादिगणीयधातुषु ज्ञाधातुः एक एव आकारन्धातुः स च अस्माभिः दृष्टः. इदानीं प्रेरणार्थकनिचि आकारन्त यदि यथा दा धा इति निच् इत्यस्मिन् णकारः न च इत्यनयो इत्यस्मिन् न च न च इत्यनयोः च णकारचकार चकारसंज्ञा पुक् इत्यस्मिन् उकारककार ककारयोः इत्संज्ञा लोपश्च यथा दा इति धातुः अस्ति दायोग णिच् इति अस्ति. इदानीं दायोग णिच् अत्र अर्ति रि ए ए पुङ्णौ इत्यनेन तत् णिच् भवति पुक् आगमः भवति. दायोग पुक् योग इ दायोग पु योग इ दापि इति सन् दापि इति सनादन्तधातुः. इदानीं दापि योग शप् योग ति लोटि लटि लकारे लट् लकारे ति इति अस्ति तत्र शप् भवति तत्र कत्तरि शप् इत्यनेन सामान्य सर्वत्र भवति दापि दापयति. तथैव धा धातुः अस्ति धा योग णिच् तत्रापि पुगागमः दापि धापि इति भवति. तर्हि अनन्तरं शत् शप् प्रत्ययोजनेन धापय योगति धापयति इति गुणः भूत्वा तत्र गुणः यचो एव इति कार्याणि भवन्ति धापयति. धातुपाठे यावन्तः आकारं दातवः तेषां सर्वेषां पुगागमः भवति इति अस्ति. सर्वेषाम् आकारं दातूनां पुगागमः भवति. ध्येयं यत् दापि धापि इव फाटि लेखि अपि च अपि यः कोऽपि निजन्तसनाद्यन्तदातव इति सूत्रेण धातुसंज्ञा प्राप्नोति. यत्र धातु जातः तत्र विवक्षायां लट् लोट् लङ् विधिलिङ्ग् लकार विधीयन्ते तेषां स्थाने किङ्कृत्याः तदा कर्तरिषप् इत्यनेन शप् विहितः अन्ते वर्णमेलनेन तिगन्तरूपं निष्पन्नं धापि धापि इत्यादयः निजन्तदातवः नूतनतया धातुसंज्ञा यदि न प्राप्स्यत् तर्हि तिबादयः तिङ्प्रत्ययाः विहितः न अभविष्यन् इति अस्ति तत्र इदानीं धातुसंज्ञा भवति इति कृत्वा एव तत्र तिबादयः भवितुमर्हन्ति अतः तत्र धातुसंज्ञा अस्ति चेदेव तत्र भवति धातु लट् लकारे लट् तिप् अनन्तरं लट् स्थाने तिप् इति भवति स्पष्टमस्ति दापि इकारान्तधातुः अस्ति शप् परत्वात् दापि योग अ इति अत्र शकारपकारयोः लोपः सार्वधातुक आर्धातुक इत्यनेन गुणः दापे यचो यवायावः इत्यनेन अय आदेशः दापय इति दापय इति अङ्गम् एवमेव निजन्तदातवः सर्वे इकारान्ताः सर्वे निजन्तदातवः इकारान्ताः भवन्ति पाटी लेखि गमि निन्दि क्षाली अतः सर्वत्र अयमेव चिन्तनक्रमः अग्रे गत्वा अस्मिन् करपत्रे बोध्यं यत् सर्वत्र धातोः व्युत्पत्त्यनन्तरं सार्धातुकार्धातुकयोः यचो यवायावः इत्याभ्याम् अङ्गं तदा तिङ्गयोजनेन तिङन्तपदं निष्पन्नम् तत्र सर्वे निजन्तदातवः इकारान्तदातवः भवन्ति अतः इकारान्तदातवः अस्ति अनन्तरं किं शप् विकरणप्रत्ययेन तत्र सर्वत्र गुणस्य प्रसक्तिः अस्ति अपि च यचो एव नीचि तत्र शप् आ इति अस्ति अत्र यचो एव यावः इति अस्य सूत्रस्य प्रसक्तिः अस्ति सर्वत्र वयं जानीमः अस्तु तर्हि प्रश्नः अस्ति वा न महोदय अकारान्त अस्ति चेत् तत्र पकारः भवति पकारः धातु पकारः इ दापि धापि व्यापि इति धातु भवति तदनन्तरम् अग्रे यथा सर्वदा वयं सर्वदा वयं कुर्मः शप् योजयित्वा अत्र धापि योगः अ किं भवति सार्वधातुकार्धातुकयोः इत्यनेन दापे योगः अ दापय इति भवति दापयति अस्तु अस्तु धन्यवादः महोदय अग्रे मदर महोदय अग्रे पठतु हा महोदय यजन्तदातवः सर्वे आकारान्तदातवः भवति आदेश उपदेशे सिति उपदेशे यजन्तस्य धातोरुत्रं धातुरत्वं धातोः आत्वं न सिति उपदेशे यजन्तस्य धातोः आत्वं न तु सिति नाम क्षितिपरे नास्ति तस्य आत्वं भवति परन्तु क्षित् प्रत्ययः परे अस्ति चेत् क्षित् परे नास्ति येन विधिः तदन्तस्य इत्यनेन तदन्तविधिः अलोन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने ए इत्यनेन ए ऐ ओ औ शकारः इत् यस्य स अशित् नाशित् अशित् तस्मिन् अशिति नङ् तत्पुरुषः आत् प्रत्य प्रथमान्तम् एचः षष्ट्यान्तम् उपदेशे सप्तम्यान्तम् अशिति सप्तम्यान्तम् अनेकपदमिदं सूत्रं लिटि धातोरणव्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशिति एचः धातोः आत् उपदेशे अशिति नाम उपदेश अवस्थायाम् उपदेश इत्युक्ते मूल अवस्थायां तत्र उपदेशे एजन्त् धातुः अस्ति तस्य एजन्तधातोस्य यत् अन्तिमस्वर अन्तिमरूप अस्ति एकारः एच् एच् प्रत्याहारस्य वर्णः तस्य स्थाने आकारः भवति अशित् प्रत्ययः परे नाम परे शित् प्रत्ययः न भवति शित् प्रत्ययः अस्ति चेत् न भवति उदाहरणार्थं गै धातुः अस्ति गै योगः शप् तत्र गै योगः शप् मध्ये परे शिप् शप् शप् प्रत्ययः अस्ति अतः शित् अस्ति अतः अत्र एकारस्य आकारः न भवति यदि गै योगः शप् गाय इति भवति परन्तु गैयोगः णिच् इति अस्ति खलु, तत्र णिच् इति अशित् अस्ति, अतः गै तस्य प्रथमं गा भवति, गायोगः इ. इदानीम् आकारान्तधातुः अस्ति अतः पुनः पकारः भवति पुग अतिधि इति सूत्रेण, अतः रूपं भवति गापयति. तर्हि रामः गायति, रामः किं वदामि, रामः गायति, शिक्षकः रामेण गापयति. कथं पुकारं भवति गापयति? आकारः अस्ति खलु, इदानीं यदा एकारः तत्र स्थाने आकारः भवति तर्हि इदानीं धातुः आकारान्त भवति गा. गैयोगः ऐकारस्य स्थाने आकारः भवति अनेन सूत्रेण गायोगः. इदानीम् आकारान्त अस्ति अतः अस्माभिः पूर्वं पठितम् अर्तिरि लीष्मायताम् इति सूत्रेण पुक् आगमः भवति, अतः गायोगः प गापय गापि गापयति. यथा ग्लै ग्ला, म्लै म्ला, ग्वै ग्या, शो शा, शो एजन्तदातु, सो सा, वे वा, शो च. अतः निष्प्रकरणे एजन्तदातुः आकारन्तः एव इति अवगम्यताम्. आकारन्तः इति कारणतः अर्ति व्रि क्लि नुयि क्षां यातां पुग्नौ इत्यनेन पुगागमः भवति इति सामान्यनियमः. यथा ग्लै योगः निच् ग्ला भवति आदेशे उपदेशे स्थिति इति सूत्रेण ग्ला योगः निच् ई भवति, ग्लायोगः पुकागमः भवति अर्तिरि इति सूत्रेण ग्लायोगः पुक् योगः इ, ग्लायोगः पकारः योगः इ, ग्ला ग्लापि सनन्त दातवः इत्यनेन धातुसंज्ञा ग्लापि योगः शप् योगः इति ग्लापयति. अवगतं. तथैव सामान्यतया म्लापयति पुगागमः भवति, ध्यापयति, गापयति, रापयति, स्थापयति भवति, कुत्रचित् विशेषः भवति तत् अग्रे आगच्छति. एतत् सर्वं श्रुतिगणे आगच्छति महोदय, ग्लै एतत् दातोः ग्लै मै श्रुतिगणे दातः, श्रुतिगणस्य कोऽपि विषयः नास्ति, आर्धातुकप्रकरणम् अस्ति, गुणस्य किमर्थं विषयः महोदय. अत्र ग्लै ग्ला भवति आदे आतेज उपदेशे अशिति इति सूत्रेण, तत्र अशिति इति सूत्रं कुत्र भवति? तत्र अशिति अत्र निच् प्रत्ययः शित् नास्ति खलु, ओ निच् प्रत्यय तत्र न उक्तं, तत्र ग्लै योगः निच् तदनन्तरं ग्ला भवति, ग्लै योगः निच् तदनन्तरं ग्ला योगः, तदेव लिखितमस्ति खलु, तदेव यथा ग्लै योगः मम पुस्तके नास्ति, ग्लै लिखितमस्ति यथा ग्लै योगः निच् ग्ला भवति, नाम प्रत्ययः अशित् अस्ति, शित् नास्ति, अतः ग्ला भवति, सर्वदा नाम ग्ला न भवति. भवति नेरनिट्टि वेरयामि चिन्तनं रजन्तधातवः आकारं धातवः, अत्र ग्लै योगः निच् नास्ति, तत्र यदा ग्लै तदनन्तरं ग्ला भवति, तत्र ग्लै योगः अग्रे पठतु. आहा ग्लै योग निश्चितदनन्तरं ग्ला, तत्र अशित् दातु तत्र ग्ला भवति, तदनन्तरं ई ग्ला पुक् पुक् अव इदानीम् अवगतं, ग्ला ग्लापि ग्लापयति, अवगतं महोदय. तथैव म्लै म्लापयति द्वै द्यापयति गै गापयति रै रापयति क्लै कापयति परन्तु केषाञ्चित् यजन्तानां च आकारान्तानां च युक् भवति न तु पुक् युक् आगमः पुक् आगमः अपवादः शान् च शा शा साह्वा यापे या वेपां युक् छो छो सो फे ले वे वै इत्येषां धातूनां युक् आगमो भवति इचि परे पुगागमस्य अपवादः शाच चाच साच ख्राच ह्वाच व्याच देच पाच तेषाम् इत्र इत्र द्वन्द्वः सा शा साह्व्या वेपाः तेषां सा च सा साह्व्या वेपां सा च साह्व्या वेपां षष्यन्तं युक् प्रथमान्तं द्विपदमिदं सूत्रम् अति ह्री लि नूयि क्षाम्याता पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं साक्षा साह्व्या वेपाम् अङ्गानां युक् नौ वस्तुतः धातुः अस्ति छो छो सो तस्य आकारान्तं सूत्र आकारान्तं भवति आदेशो इत्यादिषु अङ्गमस्ति अग्रे णिच् अस्ति चेत् युक् आगमः भवति पुक् आगमः मन्यतया पुक् भवति परन्तु छो छो सो हे वे वै वे पै युक् आगमः अतः रूपं भवति श्रायति आययति आदेशे उपदेशे शिति इत्यनेन येषाम् अजन्त यजन्तधातूनाम् आत्वं शो छो सो फे क्वे वे पै शो तनुकर्णे कृशं करोति क्षयति शा योगः युक् योगः निच् शा कथं भवति अत्र शो आदेशे उपदेशे शिति इत्यनेन शो शा भवति शा योगः युक् शा योगः युक् योगः निच् शायी भवति शाययति तिगन्तरूपं शो छेदने चयति चा योगः युक् योगः निच् चायि चाययति शो अन्तकर्मणि समापनं करोति क्षियति सा योगः युक् योगः निच् सायि साययति सायति इत्युक्ते समापणं ह्वेञ्च् स्पर्धायां शब्दे च आह्वयति ह्वा योगः युक् योगः निच् वायि ह्वायति वेञ्च् संवर्णे आच्छादयति आच्छादयति व्ययति व्ययोगः युक् योगः निच् व्यया व्यायि व्यायति वेङ् तन् तन्तु सन्ताने कुविन्दस्य कार्यं वयति वा योगः युक् योगः निच् वायि वाययति पै शोषणे शुष्कं करोति पाययति पाययति पा योगः युक् योगः निच् पायि पाययति पा पाने पा योगः युक् योगः पा अत्र पा पा एव भवति आकारान्त पश्यतु अत्र एकधातुः अस्ति पै तस्य आदेश उपदेशे अशिति इत्यनेन पा भूत्वा पाययति भवति एकमस्ति अस्माकं सामान्य पा धातुः अपि अस्ति खलु पिबति पा तत्तु तत्र वस्तुतः पै गृहे नास्ति पा अस्ति तत्र अपि पाययति भवति तर्हि किमर्थं केवलं पै धातु कृते अस्ति खलु न सूत्रं सूत्रं पश्यतु सूत्रे किं लिखितमस्ति सूत्रे किं लिखितमस्ति पाणिनिना छा छा छा लिखितमस्ति पै नास्ति सूत्रे सूत्रे पा अस्ति पाणिनिना आकारान्तं रूपं लिखितमस्ति तत्र सूत्रे पै न लिखितमस्ति पै अस्ति चेत् केवलं पै धातु कृते पाययति भवति अस्माकं पा धातु यत् अस्ति भिन्नधातु पिबति इति तस्य कृते न भवति परन्तु सूत्रे पा इति लिखितमस्ति तस्य अर्थं यत् न केवलं पै धातु यस्य आकारात्वं भूत्वा पा भवति अपि तु यः धातु मूलतः आकारान्तः अस्ति पा तस्य कृते अपि युक् भवति न तु पुक् पश्यतु पाणिनिना चिन्तनं पश्यतु पाणिनिना प्रश्नः वदति खलु पाणिनिना किमर्थं सूत्रे छो छो सो हे व्ये वै पै याम् युक् इति लिखितं नास्ति किमर्थं तेन आकारान्तम् इति रूपं लिखितमस्ति आकारान्तं लिखितं रूपम् अस्ति अतः तेन पा धातु यदस्ति पै धातु न पा धातु तस्य कृते अपि युक् भवति अतः पिबति इति अपि पायति भवति परन्तु दा धातु दापयति भवति किल दा अपि आकार ददातु सूत्रे दा लिखितमस्ति वा न दा न लिखितं किमर्थं युक् भवति सामान्यतया पुक् भवति परन्तु अस्मिन् सामान्यतया पुगागमः भवति परन्तु पा धातु पाम् इति उक्तं तत्र अतः एव महोदय सूत्रे पै एव दत्तम् अस्ति वे पै इत्येषां न न सूत्रे पै नास्ति तदेव अहं वदामि सूत्रे पा लिखितमस्ति सूत्रे किमर्थं सूत्रे पाम् अस्ति आम् अस्ति पा अस्ति सूत्रे पा अस्ति महोदयेन लिखितमस्ति अग्रे तत् न पश्यतु सूत्रे किं लिखितमस्ति मूलसूत्रे अतः पा धातु ग्रहीतव्य किमर्थं पै इत्येषां धातूनाम् इति उक्तं तत्र अस्ति तत्र पा अपि तत्र गृह्णाति महोदयेन लिखितं नास्ति परन्तु पाणिनिना लिखितमस्ति पा पाणिनिना लिखितं स्वरूपमहोदय न लिखितम् अत्र अग्रे परन्तु उदाहरणं लिखितं खलु पा पाने अतः महोदय तत्र वे इति धातोः वा इति भवति अतः तत्र वे इति उक्तं न तु वा इति अतः वा धातुः अस्ति वाति इत्यस्य तत्र वापयति एव भवति न तु वाययति तस्य अदादिगणीयधातुः अस्ति वाति वातः वान्ति इति खलु तत्र वे इति उक्तम् अत्र वे उक्तमस्ति वे अतः वे इत्येव वेङ् इत्यस्य एव भवति न तु यत् वा धातुः अस्ति खलु अदादिगणे तस्य कृते वापयति भवति खलु वे इति उक्तम् अत्र न तु वा अत्र वा लिखितं वा इति अभविष्यत् तत् तस्यापि अभविष्यत् खलु तत्र नास्ति वायति भवति तथा न अदादिगणीय वा धातोः अर्थं किं महोदय वायुः वाति महोदय तत्र गच्छति इति वायुः वाति वायुः वाति ब्रीस् वाति धातु तत्र धातु वा अस्ति वा वे अस्ति वा वायुः वा अस्ति वाति वातः वान्ति तत्र वापयति भवेत् सत्यम् आमां तत्र पश्यामि तत्र प्रायः तत्र यु याय न भवति वा न भवति वे इति उक्तम् अत्र सूत्रे किं उक्तमस्ति याय अत्र एव भवति वा गतिगन्धयो पश्यतु महोदय मलर् महोदय सूत्रे वे लिखितमस्ति तर्हि केवलं वे धातु कृते एव यत् वा धातु अस्ति तस्य कृते न भवति हा महोदय तत्र वापयति एव अस्ति तत्र अष्टाध्यायी डाट् काम् मध्ये अपि वापयति एव तर्हि वा यदस्ति मूलतः वा धातु तस्य कृते वापयति परन्तु यः वे धातु अस्ति तस्य प्रथमं वा भूत्वा अग्रे कार्यं यद्भवति तत्र वाययति भवति अतः पाणिनिना तत्र सूत्रे अन्यत् सर्वं स आकारान्तरूपं लिखितं तेन शा छा सा हा पा, परन्तु केवलं द्वे एव तेन तत्र एजन्तरूपं लिखितं। किमर्थम् इच्छति यत् यथा रघुपतिमहोदयेन सम्यक् रीत्या उक्तम् अदादिगणे यः वा धातुः अस्ति तदत्र न मा गृह्णाति। वैशिष्ट्यं पश्यतु, वैशिष्ट्यं तत्र डीटेल् पश्यतु किमर्थं वे परन्तु अन्य सर्वत्र आकारान्तं, किमर्थं तेन वा किमर्थं न लिखितं, यतोहि सः जानाति अदादिगणे वा अस्ति तत्र वापयति भवति न तु वायति इति। दिस् इस् पासिबल् ओन्ली फार् अ पर्सन् बै अ पर्सन् हू हेस् द नालेज् आफ् दि एण्टायर् लेङ्ग्वेज् इन् हिस् मैण्ड् सि अन्लिमिटेड् काउण्टलेस् नम्बर् he should know the entire language, the entire Sanskrit language, what all dhatu, all their roots, then only we can make this thing. So see the what a mirror sari what do you call genius. Atah panini bhagwan eva lokah janaha vadanti khalu, only somebody who is superhuman can do this. Aam satyam aam. अस्तु अग्रे इदानीं कः पठति? मी मदर्मला मीना महोदय पठतु इकारान्त। इकारान्तदातवः ईकारान्तदातवः च अचोन्युति इति इत्यनेन येषां धातूनाम् अन्त्यस्य ईकारस्य ईकारस्य च वृद्धिः, तदा एचोयवः इत्यनेन ऐ ऐ ऐ ऐ च आदेशः, यथा नि निच् योगः निच् तत्र अचोन्यति इति सूत्रेण नञ् योगः इ निच् निच् ईकारः एव अवशिष्यते, नाय आच् एचोयवः द नाय् योगः इ नायि सनाद्यन्तदातवः इति नूतनधातु भवति, नायि योगः इदानीं शप् योगः ति नाययति नाये अति नाययति। धातुपाठे यावन्तः इकारान्तः ईकारान्तः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति। अग्रे पठामि वा? उकारान्तदातवः ऊकारान्तदातवः च समानम् अचोन्यति इत्यनेन येषां धातूनाम् अन्त्यस्य उकारस्य दीर्घ ऊकारस्य च वृद्धिः, तदा एचोयवः इत्यनेन अव् आव् च आदेशः, यथा भू योगः निच् भौ योगः इति वृद्धिः भवति, अनन्तरम् एचोयवः भाव् योगः भावि सनाद्यन्तदातः इति धातु संज्ञा भवति, तदनन्तरं शप् कर्त्रि शप्ति शप् आगच्छति च भावयति, लू योगः निच् लौ योगः इ लाव् योगः इ लावि लावी योगः शप् योगः ति लावयति, तादृशं पू योगः निच् भौ योगः इ पाव् योगः इ पावि सनाद्यन्त्यदातवः पावी योगः शप् पावयति। देन् द्रु ह्रस्व उकारः निच् द्रौ योगः इ द्राव् योगः इ द्रावि सनाद्यन्त्यदातवः धातुत्वं संज्ञा द्रावि योगः शप् योगः ति द्रावयति। धातुपाठे यावन्तः उकारान्तः ऊकारान्तः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति। ऋकारान्तदातवः ऋकारान्तदातवः च अचोयन्ति समानसूत्रेण येषां धातूनाम् अन्त्यस्य ऋकारस्य ऋकारस्य च वा वृद्धिः, तत्र कृ योगः निच् तत्र कार् ऋकारस्य वृद्धिः भवति, कार् भवति कारी इति भवति धातुसंज्ञा भवति, तदनन्तरं कारी योगः शप् कारयति। हृ योगः निच् हार् योगः इ हारि हारि योगः शप् योगः इति हारयति। तृ दीर्घ ऋकारः योगः निच् तार् भवति थारि इति भवति, थारि योगः शप् योगः इति तारयति। धातुपाठे यावन्तः ऋकारान्तः ऋकारान्तः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति. सर्वे अवगच्छन्ति वा? सर्वम् अवगच्छन्ति वा? सर्वं सरलमेव अस्ति. आम् महोदय. अग्रे पठामि वा? हलन्तदातवः न महोदय, अस्तु अग्रे. विजयमहोदय पठतु. आं महोदय. हलन्तदातुः अलन्तदातवः अधु उपधातवः अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः. पट् योगः निच् पाठी भवति पाठयति इति अन्तिमरूपं वद् इदानीम् अत्र पट् योगः निच् आदेशे उपदेशे क्षिति इत्यनेन पकारस्य स्थाने दीर्घ न अत उपधायः इत्यनेन उपधायां वृद्धिः भवति अतः पा भवति. इदानीं निच् इत्यनेन ईकारः एव भवति. एतत् योजनेन पाटी इति भवति. अनन्तरं पाटी अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन पाटे इति भवति. अनन्तरं एचो एव यावः इत्यनेन पाटय पाटै इति भवति. टि योजनेन पाठयति इति अन्तिमरूपं निष्पन्नं. तादृशमेव वद् योगः निच् वादि भवति वादयति. पत् योगः निच् पाति पाठयति इति भवति. नट् योगः निच् नाटि इति नाटयति इति अन्तिमरूपं निष्पन्नमत्र. धातुपाठे यावन्तः अदुपदधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति. इदानीम् इदुपदधातवः अग्रे पठामि वा महोदय? पठतु, समापयतु. पुगन्तलघुपदस्य च इत्यनेन उपधायं लघु इक् वर्णः गुणः भवति. लिक् योगः निच् लेक् भवति. पुगन्तलघुपदस्य च इत्यनेन ह्रस्व इकारस्य स्थाने एकारः भूत्वा लेक् इति भवति. लेक् योगः इ निच् निच् अनुबन्धलोपानन्तरम् इकारः एव तिष्ठति. लेखि भवति. इदानीं लेखयति. छेद् योगः निच् छेद् भवति. छेद् योगः इ छेदि भवति. छेदयति इति लट् रूपं प्रथमपुरुषे एकवचनं भवति. धातुपाठे यावन्तः इदु उपधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति. इदानीम् उदु उपधातवः पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इक् गुणः भवति. पूर्वमेव वयं दृष्टवन्तः. इदानीं बुद्ध योगः निच् अस्ति, बोध् भवति. बोध् योगः इ बोधि इति बोधयति इति अन्तिमरूपं निष्पन्नं. तादृशमेव मृद् योगः निच् मोद् इति मोद् योगः इ मोदि भवति, मोदयति इति भवति. धातुपाठे यावन्तः उदु उपधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति. इदानीं ऋदु उपधातवः तत्रापि पुगन्तलघुपदस्य इत्यनेन उपधायां लघु इक् गुणः भवति. कृष् योगः निच् कर्ष् भवति. उपधायां लघु इक् गुणः भूत्वा कर्ष् भवति. कर्ष् योगः इ कर्षि भवति. अन्तिमरूपं कर्षयति इति भवति. वृष् योगः निच् वर्ष् भवति. वर्ष योगः इ वर्षि भवति. वर्षयति वर्षयति इति अन्तिमरूपम्. इदानीं शेषधातवः किं किम् अस्ति चेत् अत्र कार्यं नास्ति, यतोहि उपधायाम् अत् अपि नास्ति, अतः लघु इक् अपि नास्ति. बुक् योगः निच् बुक् योगः इ बुक्कि बुक्कयति इति अन्तिमरूपम्. एद् योगः निच् एदि इति भवति. एदयति इति लट् रूपं भवति. इति सामान्यधातूनां निजन्त अवस्था. अग्रिमे करपत्रे विशेषाः अजन्तदातवः वीक्ष्यन्ते. तावदेव महोदय. तर्हि किमपि नास्ति, अस्माभिः सर्वं पठितं, नूतनं किमपि नास्ति. तर्हि करपत्रं समाप्तम्. अर्थं न जानामि, द्रष्टव्यं. बार्क् बार्क् पुनः शुनकः बुक्कति. ओ बार्किङ्ग् बुक्कति, बुक्कतः बुक्कन्ति इति भवति. तद् बार्क् इति अस्ति. ओ अस्ति. तर्हि बार्क् इति बुक् भवति वा संस्कृते? आम्. ओ बसति इति अर्थः. बसति इति अर्थे एव बुक्कति. बसति एव महोदय. बार्क् बसति. बसति अपि बार्कति वा? आम् बसति अपि बसति बुक्कति. आम् महोदय. बसति बुक्कति बुक्कयति बुक्कति. अच्छा अस्तु. तर्हि सामान्यधातूनां नियन्त्रव्यवस्था समाप्ता. अग्रे विषयधातवः अस्ति सन्ति, ते अग्रिमरविवासरे वयं पठामः. तर्हि धन्यवादः. धन्यवादः महोदय. नमस्कारः. शुभ